सर्वेभ्यः नमस्कारः. अस्माकं पाणिनीयसमासचिन्तनवर्गे सर्वेषां सुस्वागतम्. इदानीं वयं प्रार्थनां कुर्मः, तदनन्तरं वर्गं प्रति गच्छेम. वाक्यकादम्बररुचिं भाष्यकारं पतञ्जलिं पाणिनीं सूत्रकारं च प्रणतोऽस्मिमुनित्रयम् एनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. अथ माहेश्वराणि सूत्राणि ऐ उण ऋग् एवङ् अयौ च अयवरट् लण् ज्ञामङ्गणम् झभै घटदश् जपघटदश् खाटौ कपै शशसर् अल् इति माहेश्वराणि सूत्राणि. अस्तु अरिन् महोदय. आं महोदय, भवतः समीपे पुस्तकमस्ति वा महोदय? नास्ति नास्ति वा? अद्य नास्ति. अस्तु, कस्य समीपे पुस्तकमस्ति? कस्य समीपे अस्ति? मम समीपे अस्ति. अहं गोमती. अस्तु भगिनि, इदानीं पठति वा? पठामि. तत्र प्रथमसूत्रम् आरभ्य सूत्रपर्यन्तं. समर्थः पदविधिः सुभा मन्त्रिते पराङ्गवतस्वरे प्राक् कटारस्वरे सुभा मन्त्रिते पराङ्गवतस्वरे सः प्राक् कटारात् समासः सः सुपा अव्ययीभावः अव्ययं विभक्तिसमीपसमृद्धिवृद्धि अर्थाभाव अत्यय असम्प्रति शब्दप्रादुर्भाव पश्चाद् यथा आनुपूर्व्य यौगपद्य सादृश्यसम्पत्तिसाकल्यान्तवचनेषु सारी यथा सादृश्ये यावदवधारणे सुप्रतिनामात्रार्थे अक्षशलाकासङ्ख्या परिणा विभाषा अपपरिबहिरञ्चवः पञ्चम्या आङ् मर्यादाभिविद्योः लक्षणे नाभि प्रति आभिमुख्ये अनुर्यत्समया यस्य चायामः तिष्ठदुगु प्रभृतीनि च पारे मध्ये षष्ट्या वा सङ्ख्यावंशेन नदीभिश्च अन्यपदार्थे च संज्ञायाम्. अस्तु भगिनि, धन्यवादः. अत्र एकनिमिषम्. इदं मम सङ्गणके कश्चन प्रश्नः अस्ति, कुत्र स्मः इत्युक्ते इदानीम् अभिभावसमासे समासान्तकार्याणि इति कश्चन किञ्चन सोपानम् अस्ति. तत्र कानिचन सूत्राणि अस्माभिः अवलोकितानि. तत्र प्रथमं सूत्रम् आसीत् अविभावशरप्रवृत्तिभ्यः इति सूत्रम्. तत्र सूत्रार्थः अस्ति अविभावे शतदादिगणे विद्यमानपदानां तत्र टच् प्रत्ययोजयं टच् प्रत्यय भवति, तेभ्यः टच् प्रत्ययः भवति इति अर्थः. तदनन्तरम् अणश्च इति सूत्रमपि अस्माभिः अधीतम्. तत्र अणश्च इति सूत्रं किं वदति इत्युक्ते, तत्र अनन्तशब्दानाम् अपि तत्प्रत्ययस्य योजनं भवति. अनन्तरम् अग्रिमं सूत्रमस्ति नपुंसकादन्यतरस्याम् इति. नपुंसकादन्यतरस्याम् इति सूत्रं केवलं नपुंसकलिङ्गे विद्यमान अनन्तपदानाम् एव. तत्र अनेन सूत्रेण नपुंसकलिङ्गे अनन्तशब्दानां तच् प्रतियोजनं भवति तु विकल्पेन. तत्र वैकल्पिकपक्षः अस्ति, वैकल्पिकं विकल्पविना पक्ष अपि अस्ति, पक्षद्वयं वर्तते तत्र. अन्यदरश्याम् इति सूत्रे उक्तत्वात् तदनन्तरं चतुर्थं सूत्रमस्ति नदीपौर्णमास्याम् अग्रहायिणीभ्यः इति सूत्रमस्ति. तत्र नदीशब्दः स्त्रीलिङ्गशब्दः पौर्णमासी अग्रहायिणी एभ्यः सूत्रेभ्यः तत्र टच् प्रत्ययं भवति, अपि तु तत्र विकल्पेन एव इति अवगन्तव्यम्. इदानीं गतवर्गे वयं जयः इति सूत्रं दृष्टवन्तः. जयः इति इत्युक्ते जय् इति प्रत्याहारः अस्ति. जय् प्रत्याहारे विद्यमान हलन्तानां हलन्तशब्दानां यद् अन्ते तत्र जय् प्रत्याहार अन्ते अस्ति चेत् यस्य कस्यापि पदस्य अन्ते जय् प्रत्याहार अस्ति चेत् तदा टच् विधानं भवति विकल्पेन. अत्रापि वैकल्पिकरूपं भवति, सामान्यरूपम् अपि भवति. तदनन्तरम् अस्मिन् वर्गे नूतनसूत्रं भविष्यति. तत्र गिरिश्च सेनकस्य इति इदानीम् एकनिमिषम् शरद् शरद् शरदादि शरद् पठितवन्तः क्षम्यताम् अद्य उपसमि तत्र समिधः समीपम् इति दृष्टवन्तः. समिधः समीपम् इति प्रक्रिया कथं भवति इति केवलं अरविन्द् महोदय किञ्चित् स्मारयति वा? समिधः समीपम् महोदय अलौकिकविग्रहवाक्यम् अस्ति. समिधः योगः समित् योगः न श्लोकः उप तत्र प्रथमं प्राक्पडारः समासः एवम् अव्यये भावः द्वयसूत्रयोः समास एवम् अव्ययी भाव समासज्ञानं निष्पत्ति भवति. तदनन्तरम् अव्ययं विभक्तिसमीपसम्प्रतिव्यर्थि अर्थाभाव अत्ययसम्प्रति शब्दप्रादुर्भाव पश्चात् यथानुपूर्व यौगपद्य सादृश्यसम्पत्ति साकल्यान्तवचनेषु इति अव्ययविधानसूत्रस्य कारणेन समर्थपद अव्यय समिधा इति समर्थपदस्य अव्ययं योजनेन सुबन्तेन सह समस्यते. तदनन्तरं प्रक्रिया आरब्धं भवति. समिद्युगङ्गस्योगः उपः इति समस्तपदस्य प्रातिपदिकसंज्ञा भवति तद्विधसमासाश्च इति सूत्रेण. तदनन्तरं अवयवरूपेण विद्यमानसुप्रत्ययानां लुक् भवति सुबोधातुप्रातिपदिकयो एवम् अव्ययदातुः सुपः इति द्वयसूत्रयोः कारणेन तद् प्रत्ययलोभे प्रत्ययलक्षणम् इति कारणेन पदसंज्ञा तिष्ठति एव. तदनन्तरं भवति समित्योगः उप इति स्थिते अव्ययपदम् अव्ययपदं नित्येन समासपदस्य अव्ययसमासस्य पूर्वमेव भवति. तत् किं कथं भवति इति चेत् प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण उपसर्जनस्य उपसर्जनसंज्ञा भवति अव्ययं पदस्य. तस्य इति सूत्रमस्ति उपसर्जनं पूर्वम् इत्युक्ते अव्ययपदस्य पूर्वनिपातं भवति द्वयोः सूत्रयोः कारणेन. इति कारणेन रूपं भवति उपसमि. अत्र उपसमित् इति झयन्तपदमस्ति कृत्वा अत्र दृश्यते अन्तिमपद समस्तपदस्य अन्तिम वर्णं किमस्ति. अत्र धकार अस्ति कृत्वा तद् जय अन्तर्गतपदम् अस्ति इति कृत्वा जय इति विकल्पन सच् भवति इति कृत्वा जय इति सूत्रस्य प्रसक्तिः भवति. तद् तस्य कारणेन तच् विजानन्तरं टकारचकारयो लोपानन्तरम् आ तिष्ठति. तद् समित् योगः आ समिद इति रूपं सिद्ध्यति. तदनन्तरम् उपसमिद इति पदस्य अव्ययं भवति अव्ययभावश्च इति सूत्रेण. तदनन्तरं भव प्रक्रिया अस्ति लिङ्गं निर्णयं. लिङ्गं निर्णयं भवति द्वितीय अध्यायवर्तित अव्ययभावश्च सूत्रेण. नपुंसकलिङ्गं भवति उपसमिद इति पदस्य. अत्र नपुंसकलिङ्गम् अस्ति कृत्वा तदनन्तरं तस्य सुबुत्पत्तिविषये ज्ञाप्रातिपदिकात् एवं स्वौचस् अमौट् छस् ताभ्यां व्यस् ज्ञेभ्यां व्यस् नसिभ्यां व्यस् आम् इति सूत्रेण नियोसु इति सूत्रेण सुबुत्पत्तिः भवति. उपसमितः योगः सु अत्र सुप् दुक् भवितुमर्हति अव्ययतात् सुपः इति सूत्रेण. किन्तु न अव्ययीभावात् अत्वन्त्वपञ्चम्य इति सूत्रं तद् निषिध्यते अपवादेन. तत् सूत्रं वदति सुप् लुक् न भवति तस्य तस्य स्थाने अमादेशो भवति पञ्चमी विभक्तिं विहाय. पञ्चमी विभक्ति तु साधारण सुप् प्रत्ययानाम् एव कार्यं करोति इति कृत्वा उपसमित् योगः अम् इत्युक्ते अमिपूर्व इति सूत्रेण एकपूर्वादेशः भवति. उपसमिदम् इति रूपं सिद्धति सर्वासु विभक्तिषु पञ्चमी विहाय. पञ्चमी विभक्तिषु उपसमितात् इति रूपम् एव भवति. तृतीयसप्तमोर्बहुलम् इति सूत्रेण विकल्पेन तृतीयसप्तमी स्थाने उमसमितेन एवम् उपसमिते इति रूपद्वयमपि सिद्ध्यति. अस्तु महोदय, समीचीनं समीचीनं महोदय, धन्यवादः. गोमती भगिनी अस्मि. इदानीं जयः इति सूत्रं न कार्यं करोति चेत् तथा रूपं करोति इति वदति. जयः सूत्रं कार्यं न करोति चेत् तच् प्रत्ययः न विधीयते. उपसमिध इति प्रातिपदिकमस्ति, अव्ययसंज्ञा अपि अस्ति, प्रातिपदिकमस्ति. अतः सु औ जस् इति दीर्घसूत्रेण सुप् प्रत्ययः भवति. उपसमिध योगः सु. अव्यादात् सुपः इति सूत्रेण अव्ययमिति कारणात् सुपः परस्य लोपः भवति. उपसमिध इति एव अवशिष्यते. सर्वासु विभक्तिषु उपसमिध रूपम् एव भवति. अनन्तरं झलां झषोन्दे इति सूत्रेण पदान्ते झलः झष् भवति, अतः उपसमिध् उपसमिध् भवति, रूपद्वयं भवति उपसमिध् उपसमिध्। अनन्तरं वावसाने इति सूत्रमपि कार्यं करोति, तद् अवसाने पदस्य चर्त्वं भवति, तो उपसमिद् इत्यस्य चर्त्वं भूत्वा उपसमित् इति रूपम् आहत्य त्रीणि रूपाणि भवन्ति उपसमिधं झयः प्रक्रियेण उपसमिद् उपसमित् विकल्पेन त्रीणि रूपाणि भवन्ति। समीचीनं समीचीनं भगिनि, उत्तमम्। अत्र गतवर्गे कश्चन प्रश्नः आसीत् अरिन् महोदयेन पृष्टः, तत्र पदान्तः इत्युक्ते किम्, अवसानम् इत्युक्ते किम् इति प्रश्नः पृष्टवान्। तत्र किञ्चित् स्पष्टीकरणार्थं किञ्चित् वक्तुम् इच्छामि। तत्र सर्वे 484788 4995 कस्य संख्या, कस्याः संख्या वा? उषा भगिनि, भगिनि किञ्चित् म्यूट् मध्ये भवति वा? चिन्ता मास्तु भगिनि, किञ्चित् म्यूट् मध्ये भवति वा? ओके। अनन्तरं 6306502752 अनन्तरं 9148863027 इति संख्याद्वयं कस्य अस्ति अहं न जानामि, कृपया नाम उच्यताम्। 9148863027 महोदय सरला अस्मि। हा सरला भगिनि, नमस्कारः। अस्तु भवतु। अत्र अवसानम् अपि च पदान्तः द्वयोः भेदः कः इत्युक्ते, इदानीं एतदेव स्वीकुर्मः पुनः मरुत् इति अस्ति कश्चन, तत्र स्क्रीन् मध्ये द्रष्टुं शक्यते, मरुत् क्षम्यता, मरुत् इति शब्दः अस्ति, मरुत् इति शब्दः अस्ति। इदानीं ईश्वरः इति स्वीकुर्मः, तत्र मरुत् इति पदम् अस्ति, तत्र पदान्त अस्ति दकारः, दकारः अस्ति पदान्ते अस्ति। इदानीम् ईश्वरः इति अस्ति, ईश्वरः तत्र भिन्न द्वितीयं पदम् अस्ति, ईश्वर इति द्वितीयं पदम् अस्ति, तदा किं भवति, मरुद् इति जलं दशवन्ते इति सूत्रेण दकारः भवति। तदनन्तरं तत्र ईश्वरः इति भवति, तदा मरुदीश्वरः इति रूपं भवति, मरुद्योगः ईश्वरः मरुदीश्वरः। अत्र अवसानं नास्ति, तत्र मरुत् इति पदस्य अवसानं नास्ति। किमर्थं, तत्र यथा गतवर्गे उक्तं मया, तत्र विरामं नास्ति, विरामम् इत्युक्ते यदा वयम् एतादृशं चिह्नम् उपयोगं कुर्मः, अथवा कमा इति लिखामः, अथवा सेमिकोलन् यत्किमपि लिखामः, तदा तत्र अवसानम् इति संज्ञा भवति। अत्र मरुत् इत्यत्र अवसानं नास्ति, किमर्थं, तस्मात् परम् ईश्वरः इति पदम् अस्ति इति कृत्वा केवलम् अत्र पदान्तः एव अस्ति, पदान्तत्वम् एव अस्ति, पदान्तः इति भावः, तत्र पदान्तत्वम् अस्ति। इदानीं इदानीं केवलं मरुत् इति स्वीकुर्मः, मरुत् एव अस्ति खलु, इदानीं स्वीकुर्मः केवलं मरुत् इति वदामः। इदानीं कोऽपि पृच्छति कः अस्ति कः अस्ति इति कोऽपि पृच्छति चेत् अहं वदामि मरुत्। तत्र मरुत् इति पदं लिखामि, मरुत् इति पदम् अस्ति, अपि च तत्र तकारः पदान्ते अपि अस्ति, अवसानमपि अस्ति, पदान्तत्वम् अपि अस्ति, अवसानत्वम् इति अपि अस्ति, पदान्तत्वम् अस्ति, अवसानत्वम् अपि अस्ति। किमर्थम् अवसानत्वम्? अत्र मया चिह्नं तत्र फुल् स्टाप् इति वदामः, तादृशचिह्नं मया उपयुक्तम् इति कृत्वा तत्र अवसानम् अस्ति। अस्मिन् प्रसङ्गे तत्र किं भवति, मरुद् इति मया वक्तुं शक्यते जलाञ्जशुवन्ते इति सूत्रेण, अथवा मरुत् इति तत्र वासाने इति सूत्रेण भवति, मरुत् अथवा मरुत् इति रूपद्वयं भवितुमर्हति। एकत्र जलाञ्जशुवन्ते, अन्यत्र वावसाने। अत्र तु वावसाने इति सूत्रस्य प्रसक्तिः नास्ति, किमर्थं? तत्र प्रथम उदाहरणे तत्र वावसाने इति सूत्रस्य प्रसक्तिः नास्ति, किमर्थम् इति चेत् तत्र पदान्तः अस्ति, तु तत्र अवसानसंज्ञा नास्ति, अवसानत्वं नास्ति तत्र इति कृत्वा तत्र केवलं जलाञ्जशो अन्ते एव प्रवर्तते। जशो अन्ते इति सूत्रमेव कार्यं करोति। अत्र तु तत्र जलाञ्जशो अन्ते जलाञ्जशो अन्ते इति कार्यं करोति, अत्र वावसाने। इति सूत्रं कार्यं करोति। स्पष्टं वा? स्पष्टम् अस्ति वा? इदानीम् अग्रिमम् उदाहरणम् अस्ति, तत्र दृषदः समीपम् इति अस्ति, दृषदः समीपम् उपदृशम् उपदृशत् उपदृशत् इति, अत्र प्रक्रिया समाना अस्ति, तत्र किमपि भेदः नास्ति इति कृत्वा कोऽपि अत्र सरलभगिनी किञ्चित् वदति वा प्रक्रिया एकस्याः एकस्य रूपस्य प्रक्रिया, तत्र जयसूत्र आधारेण वदतु। अस्तु, द्विषदः समीपम् इति लौकिकविग्रहवाक्यम् अस्ति, अलौकिकविग्रहवाक्यं भवति द्विषदयोग नस् योग समीपं तस्य उप इति आगच्छति। इदानीं प्राक्कडा समास अनेन समाससंज्ञा भवति, तदनन्तरम् अव्ययीभावसंज्ञा समसपदं भवति, तदनन्तरं न अव्ययं विभक्ति समीपसमृद्धिव्यधि यथा भावत्यय असम्प्रति शब्दा प्रादुर्भाव पश्चात् यथा आनुपूर्ययोगपद्यसादृशसम्पत्ति साकल्यान्तवचनेषु अनेन विशिष्टसंज्ञा आगच्छति। अतः इति भवति का विशिष्टसंज्ञा अव्ययसंज्ञा उप तस्य अर्थम् आगच्छति समीप अर्थम् इति अनेन अव्ययसंज्ञा तु के तत्र अव्ययीभावसंज्ञा सुबन्तेन सह उप इति सुबन्तेन सह इति सत्यं भगिनि, अध्यायं विषये केन सूत्रेण अविभावसंज्ञा भवति? अव्ययीभावसंज्ञा अस्ति प्रथम अध्यायस्य अविभावश्च इति, अव्ययीभावसमास इति अस्ति ब्रह्मात्मकः अस्ति, तत्र प्राकडारसमास इति सामान्यसंज्ञा इति उक्तम्, तदनन्तरम् अव्ययीभाव इति समा अव्ययीभावसमाससंज्ञा भवति द्वितीयदश प्रथम अध्याय पञ्चमसूत्र अव्ययीभाव अव्ययीभावः इति सूत्रेण अव्ययीभावसंज्ञा अग्रे अस्तु. तदनन्तरम् अव्ययम् इति समीपमर्थे उप आगच्छति सबन्तेन स इति समस्यते इति, तदनन्तरम् इति आगच्छति कृत्तद्युतसमासा च इति, अनेन प्रातिपदिकसंज्ञा भवति सुपो धातु प्रातिपदिकयो अनेन सुप् लुक् भवति, तो दृशद् योग उप इति आगच्छति सुप्तिङ्गं पदम् अनेन पदसंज्ञा भवति प्रत्ययरूपे प्रत्ययलक्षणं, तत् अनन्तरं पदसंज्ञा तिष्ठति यतोहि सुप्रत्ययस्य लोपः भवति. इदानीं प्रथमनिर्दिष्टं समास उपसर्जनम् इति सूत्रेण अव्ययी अव्ययं विभक्तिसमीपे इति सूत्रेण अव्ययं प्रथमनिर्दिष्टम् अस्ति, तथ उप इति पदस्य प्रथम उपसर्जनसंज्ञा भवति, उपसर्जनपूर्वम् अनेन तस्य पूर्वनिपात भवति, तो उपसमिध उपदुर्दशद् इति भवति. इदानीं झय इति विकल्पेन तु आगच्छति, तो झय इति सूत्रेण टच् प्रत्ययः विधीयते, टच् प्रत्ययस्य चुटु हलन्तचनेन टकारचकारस्य संज्ञा भूत्वा अ अवशिष्यते, उपदुषद् योग अ इति भवति. सो इदानीं झय प्रत्याहारे उत्तरपदश दकार धयप्रत्याहारे आगच्छति, अतः झय प्रत्याहारस्य प्रसक्तिः आगच्छति, सो अति अवशिष्य इति योजितं टच् प्रत्ययस्य अ इति योजित्वा तस्य उप उपदुषद इति प्रातिपदिकं भवति समस्तपदस्य. तदनन्तरम् उपसमिद इति यदि भवति अव्ययीभावश्च अनेन तस्य अव्ययसंज्ञा आगच्छति समस्तपदस्य. तदनन्तरम् अव्ययीभावश्च इति सूत्रेण नपुंसकलिङ्गं तस्य लिङ्ग विधानं भवति, लिङ्गविधानं भूत्वा इदानीम् अव्ययात् प्रथमं ज्ञाप्रातिपदिकस्य अनेन सुवाचसमिति सुप्तप्ति भवति, सुप् उक्तप्ति भव भूत्वा उपदुषद्योगसु इदानीम् अव्ययात् आप्सुप्ति अनेन प्रबाद्य न अव्ययीभावा ततो पञ्चम्याम् इति सूत्रस्य प्रसक्तिः आगच्छति. इदानीं पञ्चमी पञ्चमी विभक्ति विहाय सुप् लोक् भवति, तत् अम् आदेशः भवति पञ्चमी विभक्त्याम् आम् इति अस्ति साधु, तस्य नसि नसि आगच्छति तत्र. इदानीं अभिपूर्व यत्र लुक् भवति अमि पूर्व अम् आगच्छति, अमि पूर्वने पूर्वपरयोस्थाने पूर्व पूर्वकार तिष्ठति, सो अम् भवति, सो दुशतम् इति भवति. तृतीया बहु तृतीया सप्तम्यो बहुलं सूत्रेण तृतीया विभक्ति रूप भवति विकल्पेन दुर्दशेन अपि दुर्दशं दुर्दशाभ्यां दुर्दशै दुर्दशं सर्वत्र सप्तम्या विभक्ति दुर्दर्शे इति भवति दुर्दर्शयोः दुर्दर्शेषु इति भवति उपदुर्दर्शे पञ्चम्या विभक्त्यां भवति उपदुर्दशात् इति उपदुर्दशात् उपदुर्दशाभ्याम् उपदुर्दशेभ्य इति भवति उपदृशेभ्यः सत्यं समीचीनम् इदानीं तत्र विनय् महोदय भवान् तत्र प्रक्रिया इदानीं जय न जयसूत्रं जयः इति सूत्रं न कार्यं करोति चेत् कथं भवति इति वदति वा इदानीम् उपयोगदृशद् इति अस्ति उपयोगदृशद् इति अस्ति टच् अभावः यदा भवति तर्हि वयं उपसमिध टच् पूर्वं प्रति गच्छामः अतः उपसमिध अस्ति परन्तु उपसमिध टच् विना उपसमिध टच् विना यदि वयं अग्रे गच्छामः तर्हि वयं सौजस्यसूत्र आनयामः सौजस्यसूत्र यदि आयाति तर्हि प्रातिपदिकं भवति परन्तु उपसमिध योगासु प्रातिपदिकं विना एकनिमिषं महोदय तत्र केन सूत्रेण प्रातिपदिकसंज्ञा भवति प्रातिपदिकसंज्ञा केवलं सौजस्यसूत्रधारेण केन सूत्रेण कस्य प्रातिपदिकसंज्ञा प्रातिपदिकसंज्ञा केवलं प्रातिपदिकसंज्ञा तत्र प्रातिपदिकसंज्ञासमासाश्च इति सूत्रेण समस्तपदस्य प्रातिपदिकसंज्ञा तदनन्तरं ज्ञाप्रातिपदिकात् इति सूत्रेण एव सुप् विभक्तियोजनम् परन्तु न भवान् क्षम्यतां भवान् वदतु क्षम्यतां न तत्र किञ्चित् परिष्कारं कृतवान् तावदेव अग्रे वदतु तत्र सुप् योजनं ज्ञाप्रातिपदिकात् इति सूत्रेण भवति कृतसमासः च सूत्रेण प्रातिपदिकं भवति सत्यं परन्तु एक अन्यसूत्र भवान् अस्ति अहं पठितवान् प्रायः सहायं करोतु एकदेशविकृत मनन्यवत् न्यायसूत्र अस्ति परिभाषा इति वदामः अहं न जानामि कश्च परिभाषा अस्ति इत्युक्ते तत्र महोदय अत्र प्रसक्तिः एव नास्ति तत्र वर्गस्य वर्गस्य अनन्तरं वदामि परन्तु तत्र ओन्लि कारणम् अस्ति इदं सूत्रं वा नास्ति, परन्तु पुनः प्रातिपदिकं संज्ञा आयाति, तर्हि एव अहं प्रातिपदिकसंज्ञा केन सूत्रेण भवति इति मया उक्तं खलु, कृत्तद्वितसमासः अस्ति इति सूत्रेण प्रातिपदिकसंज्ञा अस्ति, समासपदानां प्रातिपदिकसंज्ञा अस्ति इति सूत्रमेव अस्ति, सूत्रमेव इति तत्र भिन्न परिभाषायाः आवश्यकता नास्ति. नास्ति अत्र तत्र उपसमिथ भवति, उपसमिथ इदानीं प्रातिपदिक अभवत्, परन्तु प्रातिपदिक अग्रे केवलं प्रक्रियः करणीयं यदि प्रातिपदिक प्रत्ययः आनयामः सौजस्यसूत्राधारेण तर्हि सु आगच्छति, परन्तु सु प्रत्ययस्य महत्त्वं कः, तर्हि यदि अव्ययात् आप् सुप् सुगुलुक् भवति, अतः प्रत्ययस्य लोपः भवति, उपसमिध अवशिष्टः. उपसमिध उपसमिध तदनन्तरं तदनन्तरं सन्धिः भवति, यदि जलां जशोन्ते सूत्र 8239 आधारेण धव द भवति, उपसमिद् भवति, तर्हि वावसाने सूत्राधारेण विकल्पेन द त भवति, अतः उपसमिद् उपसमित् तच् भवन्ति उपसमित् उपदृशद् अहम् उपदृशद् उपदृशद् अतः अतः उप यदि उपदृशद् अस्ति टच् अभाव टच् टच् पक्षः पक्षः अपक्षः टच् टच् उप दृश्यं भवति, परन्तु टच् विना उप दृशद् दृशद् दकारान्त भवति उपदृशत् उपदृशत् उपदृशत् इति रूपद्वयं भवति. समीचीनं, धन्यवादः महोदय. इदानीम् अन्यम् उदाहरणम् अस्ति, तत्र धन्यवादः महोदय. शृचः शृचः समीपम् इति शृचः समीपम् इति अस्ति, तत्र सृच् सृच् इति प्रातिपदिकम् अस्ति, सृच् तस्य किं भवति इत्युक्ते सृच् तस्य रूपं सृच् इति अस्ति, सृच् इति प्रातिपदिकम् प्रातिपदिकमस्ति, तदा प्रथमविभक्तौ किं भवति इत्युक्ते सृच् इति अस्ति, तत्र सुप्रत्ययः भवति, सुप्रत्ययस्य लोपः भवति, तदा अत्र चकारस्य ककारः भवति, ककारादेशः भवति, सृक् सृक् इति सृक् इति भवति, सृक् इति भवति, शृक् तदनन्तरं शृचौ इति भवति, तदनन्तरं शृचः इति एवं भवति। ये षष्टिविभक्तिरूपं पश्यामश्चेत् षष्टिविभक्ति शृचः इति अस्ति, अतः शृचः शृचः समीपम् इत्युक्ते तत्र तत्र शृचः इति षष्ट्यन्तं पदम् अस्ति, समीपार्थे उप इति अव्ययं योजयामश्चेत् उपयोगं कुर्मश्चेत् तदा अविभावसमासप्रक्रिया भवति। समीपार्थे उपः इति अव्ययम् अस्ति इति कृत्वा तत्र अविभावसमासः भवति। इदानीं तत्र उषा भगिनी श्रूयते एव, अस्तु भगिनि चिन्ता मास्तु। रामुलु वदतु भगिनि, वदति वा प्रक्रियां वदति वा? या ओके, शुचः शुचः समीपं अलौकिकविग्रहवाक्य सृच् योगः नस् योगः उप सृच् प्रक्रिया तत्र उपसृचम् इति उपसृचम् इति पदस्य निर्माणं भवतु करोतु उपसृचम् इति पदस्य निर्माणम् ओके प्राक्कडरात् समासः इति सूत्रेण समाससंज्ञा भवति, अव्ययी भावः इति सूत्रेण अव्ययीभावसमासः भवति, अव्ययं विभक्तिसमीपसमृद्धिविरुद्धि दीर्घसूत्रेण उप इति अव्ययं सृच् इति पदेन समर्थेन समर्थ्यते, देन् कृत् तद्धितसमासाश्च इति सूत्रेण पूर्ण सृच् योगः ङस् योगः उप इति पूर्णस्य प्रातिपदिकसंज्ञा भवति, देन् सुपो धातुप्रातिपदिकयोः इति सूत्रेण अवयवरूपेण प्रत्ययः ङस् लोपः भवति, सृच् योगः उप इति स्थिते सृच् योगः उप इति पदसंज्ञा अस्ति, पदसंज्ञा सुप्तिङन्तं पदम् इति सूत्रेण पदसंज्ञा अस्ति, सृच् योगः उप सुप्तिङन्तं पदम् इति सूत्रेण इदानीम् एव पदसंज्ञा अस्ति वा पूर्वमेव पदसंज्ञा अस्ति वा? सृच् योगः क्वश्चिन् महोदय, मम प्रश्न भवत्या अवगतं वा? सुप्तिङन्तम् इति सूत्रेण पदसंज्ञा इदानीमेव प्रक्रियायां भवति वा पूर्वमेव अस्ति वा तस्य? नो वि हेवेण्ट् एडेड् द सुप् प्रत्यया सो देर् इस् नो प्रातिपद ऐ मीन् सुप्तिङन्तं पदम् इस् बिकास् वि टुक् द ङस् प्रत्यय औट् ङस् प्रत्यय इति सुप् प्रत्यय ङस् प्रत्यय सुपोदादिप्रातिपदिकयोः इति सूत्रेण ङस् प्रत्यय लोपः भवति, सो सुप्तिङन्तं सर्वं सत्यं समीचीनतया वदति, मम प्रश्नः अस्ति सुप् सुप्तिङन्तं पदम् इति उक्तवती खलु, अनेन सूत्रेण इदानीमेव पदसंज्ञा भवति वा पूर्वमेव तस्य पदसंज्ञा अस्ति वा? पूर्वमेव उप इति उप अनन्तरम् उप इति पूर्वमेव पदसंज्ञा अस्ति, उप तदनन्तरं सृच् सृच् इति इत्यस्य अपि पदसंज्ञा अस्ति वा? या सृच् इति अपि पदसंज्ञा अस्ति, तावद् तदेव पृष्टवान्, समीचीनं ओके। सृच् योगः उप इति स्थिते द्वयोः पदयोः मध्ये उपसर्जनं यत् पदं भवति इति निर्णयम् अस्ति, तत् निर्णयितुं अव्ययं समासविधायकसूत्रे यत् पदं प्रथमानिर्दिष्टं भवति तत्पदम् उपसर्जनं भवति. अव्ययं विभक्तिसमीपसमृद्धिविरुद्धि अर्थाभाव इति सूत्रे दीर्घसूत्रे अव्ययम् इति पदं प्रथमाविभक्ति अस्ति. अव्ययम् इति पदं प्रथमाविभक्ति अस्ति. सो लक्षणेन उप इति पदम् उपसर्जनं भवति. उपसर्जनं पूर्वप्रयोगः अस्ति. तत्पदं पूर्वप्रयोगः भवति. सो उप कृत्योगः केन सूत्रेण पूर्वप्रयोगः उपसर्जनं पूर्वम् इति सूत्रेण उपसर्जनं सूत्रं पूर्वप्रयोगः अस्ति. उप इति पदं पूर्वप्रयोगं. सो उपयोगः सृच् उपसृच् इति स्थिते सृच् इति पदं सृच् इति पदं जयः जय् प्रत्याहारः अस्ति. सृच् इति पदं चकारान्तपदम् अस्ति चेत् जयः इति सूत्रेण टच् प्रत्ययः आगच्छति. उप सृच् योगः टच् इति प्रत्ययः इत्संज्ञा लोपानन्तरम् अकार एव अस्ति. उपसृच् योगः अ इति स्थिते उपसृच् योगः अ उपसृच इति भवति. उपसृच देन् उपसृच इति अव्ययपदम् अस्ति. उपसृच इति अव्ययीभावश्च इति सूत्रेण अव्ययपदम् अस्ति. भिन्न अव्ययीभावश्च इति सूत्रेण नपुंसकलिङ्गम् अस्ति. अव्ययम् इति अस्ति तस्मात् अव्ययात् उपसृच इति पदं प्रातिपदिकम् अस्ति तस्मात् सुप्रत्ययः विधीयते सुऔजम् अमौच् सूत्रेण. उपसृच् योगः सु इति स्थिते अव्ययात् आप् सुपः इति सूत्रेण सुप्रत्ययः लोपः प्रभात्य न अव्ययीभावात् असौन्त्वपञ्चम्याः इति सूत्रेण अकारान्तात् उपसृश इति अकारान्तः. सो सुप्रत्ययस्य स्थाने अम् आदेशः भवति पञ्चमी विभक्तिविहाय. सो उपसृथम् इति भवति पञ्चमी विभक्तिविहाय. सो पञ्चमी विभक्ति उपसृच्छात् अण्ड् द रेस्ट् आफ् विभक्ति उपसृच्छम् अण्ड् तृतीया सप्तमी भगिनी मध्ये मध्ये समीचीनतया संस्कृतभाषायाम् एव वदति, मध्ये मध्ये किमर्थम् आङ्ग्लभाषायां वदति? संस्कृतं प्रयत्नं न शक्नोमि. न शक्यते एव, भवती समीचीनतया वदति. अभ्यासं तदा एव भवति, अभ्यासः तदा एव भवति. तृतीया सप्तमी बहुळम् इति सूत्रेण तृतीयविभक्ति एण्ड् तृतीया विभक्ति च सप्तमी विभक्ति च उपसृच्छे इति रूपम् अस्ति विकल्पेन. उपसृच्छेन तत्र नत्वं भवति वा? उपसृचेन इति अस्ति, उपसृचेन ऋकार नियम रेफ अस्ति चकार अस्ति मध्ये चकार अस्ति मध्ये इति कृत्वा तत्र भवति वा अट्कुपाङ्गुं व्यवाये अपि चकार ककारान्तवर्ग नास्ति पकारान्तवर्ग नास्ति सो नकार उपसृचेन इति भवति उपसृचेन उपसृचाभ्याम् उपसृचैः तदनन्तरम् उपसृचात् उपसृचाभ्याम् उपसृचेभ्यः तदनन्तरम् उपसृचे उपसृचयोः उपसृचेषु इति भवति धन्यवादः भगिनि समीचीनम् यदि उपसर्जनं पूर्वम् इति सूत्रानन्तरं समस्तपदं हलन्तमस्ति किन्तु जय अन्तर्गतः नास्ति अकारान्तः नास्ति अनन्तं नास्ति शरत् प्रभृतिकनदी कोऽपि नास्ति केवलं हलन्तमस्ति किन्तु जय अन्तर्गतः नास्ति तत्र किं भवति भवतः चिन्तनं किम् इति वदतु तदनन्तरम् अहं वदामि अजन्तमस्ति चेत् ऋको नृपुंसो पार्थिपदिकम् इति आयाति अजन्तं नास्ति अनन्तम् अस्ति चेत् अनश्च आयाति तदपि नास्ति शरत्प्रभृत्य नदी गिरे गिरिश्च किमपि नास्ति किन्तु जय अन्तर्गत हलन्तं पूर्णहलन्तं नास्ति किञ्चित् अन्तिमपदमस्ति सकारान्तमस्ति चेत् जय अन्तर्गतः नास्ति तत्र इदानीम् उदाहरणं स्वीकुर्मः विषः समीपं विषः इत्युक्ते विश् इति प्रातिपदिकस्य षष्टि क्षम्यतां विश् इति प्रातिपदिकमस्ति तस्य षष्टि अस्ति विषः समीपं तदा किं भवति उप विष विश् तदनन्तरं न्यस् न्यस् तदनन्तरं समीपार्थे उप इति अस्ति खलु तदनन्तरं किं भवति उप विष् इति भवति उपविश् इति भवति इदानीम् उपविश् इति स्थिते तत्र समासान्त के सूत्रेषु कोऽपि किमपि सूत्रम् अत्र न प्रवर्तते खलु भवानेव उक्तवान् कोऽपि सूत्रम् अत्र न किमपि सूत्रम् अत्र न प्रवर्तते इति कृत्वा किं करणीयं तत्र सुप् विभक्ति सुब् योजनं सुप् विभक्तियोजनं भवति तदनन्तरम् अवि संज्ञा अस्ति खलु अव्ययसंज्ञा अस्ति अव्ययसंज्ञा अस्ति इति कृत्वा अव्ययात् आप्सुपः इति सूत्रेण सुप् लुक् भवति सत्यं खलु इदानीं अदन्तं नास्ति तद् स्पष्टः अस्ति इति कृत्वा तद् भिन्नकार्यं किमपि न भवति तृतीया सप्तम बहुलं न भवति तदनन्तरं नाविभावतत्वं तत् पञ्चम्यापि न कार्यं करोति इति कृत्वा अयमेव रूपम् उपविश् इति सर्वासु विभक्तिषु अयमेव रूपम् उपविश् उपविश् उपविश् उपविश् उपविश् उपविश् उपविश् उपविश् उपविश् उपविश् उपविश् उपविश् पर्यन्तम् भवति महोदय महोदय दिश् इति शरदादिगणे अस्ति. दिश् शरदादिगणे नास्ति. दिश् दिश् इति शरदादिगणे विश् अपि अस्ति. क्षम्यतां, विश् अपि अस्ति, मया न दृष्टम्. अथवा महोदय अन्यपदं मध्ये पनसः समीपं पनसः वा पनसः पनसः समीपे पनस् मीन्स् जाक् मनस् अपि अस्ति. मनस् मनस् नास्ति, मनस् नास्ति, पनस् पनस् जाक् आनेहस् इति अस्ति. आनेहस् पुल्लिङ्गशब्दः, शान्त आनेहस् इति शब्दः, काल इति अर्थः. कालः कालः इति अर्थः तस्य. इदानीम् आनेह सः समीपम्, आनेहसः समीपम् इति अस्ति. तदा आने हस् न्यस् उप तन्त्रम् उप उपयोग तदा उपानेहस् उपाने तत्र किमर्थं दीर्घं भवति? अकसवर्णे दीर्घ अकसवर्णदीर्घ इति सूत्रेण दीर्घं भवति. सन्धिकार्यं किमर्थं तत्र विकल्पं विकल्परूपं भवति वदति उप तन्त्रम् अनेहस् इति अनेहस् इति लिखामश्चेत् सन्धिनित्यमस्ति. सन्ध्यं समासे नित्या, संहिता समासे नित्या इति अस्ति. अवगतं खलु? इदानीम् उदाहरणम् अवगतं खलु? उदाहरणम् अवगतं, किन्तु तदनन्तरं किं भवति? अन्तिम सर्वासु विभक्तिषु तदेव तिष्ठति वा? सत्यं सत्यं, सर्वासु विभक्तिषु भक्ति अवगतं वा? अवगतं, सम्यक् भवति. धन्यवादः. अस्तु, इदानीं मम जालपुटे कुत्र महान् दर्शनम् इदानीं सृक् इति अस्ति खलु अस्माकं सृक् आसृच् अत्र अत्र एका प्रक्रिया समाप्ता खलु. द्वितीया इदानीं द्वितीया प्रक्रिया अस्ति. इदानीं सुजाता भगिनी अथवा रोहिणी भगिनी पठति वा? पठामि. समीपार्थे षष्ठम् उदाहरणम् उत्तरपदं गिरि इति अस्ति चेत् गिरेश्च तत्र नास्ति. तत्र उपसृच् इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति. अधुना सुप्रत्ययः उत्पत्तिः, तदनन्तरम् उपसृच् अधुना तत् पठतु. उपसृच् उपसृच् योगः तु अव्याद् आप्सुभः इति सूत्रेण प्राप्यमानः सुब्लुक् भवति. न विभावात् अथवा अन्त अपञ्चम्य इति सूत्रस्य प्रसक्तिः नास्ति, यतोहि अङ्गम् अदन्तं नास्ति, उपसृज् इति पदं निष्पन्नं भवति। उपसृज् अधुना चौकुः इत्यनेन चवर्गस्य स्थाने कवर्गादेशः भवति, वदन्ति चकारस्य स्थाने ककारः आदेशः भवति उपसृक् इति। उपसृक् जलान् जशन्ति इत्यनेन पदान्ते जष्टं तदा उपसृग् भवति। वावसाने इत्यनेन विकल्पेन पदान्ते चर्तुम् उपसृक् उपसृग् इति रूपद्वयं निष्पन्नं भवति। संहत्य त्रीणि रूपाणि भवन्ति उपसृजम् उपसृक् उपसृग्। तत्र चोः कुः इति सूत्रं दत्तमस्ति, तदपि पठतु भगिनि। चोः कुः अष्टाध्याये द्वितीयपादे त्रिंशत् सूत्रं चवर्गस्य स्थाने कवर्ग आदेशो भवति झलि पदान्ते च। चोः षष्ठिन्दं कुः प्रथमान्तं द्विपदम् इदं सूत्रं जलो झलि इत्यस्मात् झलि इत्यस्य जलो झलि इत्यस्मात् झलि इत्यस्य अनुवृत्तिः। कोः संयोगान्ते रन्ते च इत्यस्मात् अन्ते च इत्यनयोः अनुवृत्तिः। पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं चोः कुः झलि पदस्य अन्ते च। मम संयोगाद्ये रन्ते च तत् सूत्रस्य न जानामि, न तस्य आवश्यकता नास्ति। तत्र चोः कुः किं वदति इति वदतु। चकारस्य ककारः भवति चकारस्य स्थाने जकारादेश पूर्णतया सूत्र किम् इति क्षम्यताम्, अत्र किञ्चित् स्पष्टतया वदतु भगिनि, इतोपि विवरणं ददातु कदा भवति कुत्र भवति। तत्र चोः कुः इति सूत्रस्य विवरणं ददातु भगिनि। चकारस्य ककारादेशः भवति, स एवं वदति चेत् सर्वत्र चकारस्य ककारादेशः भवति वा? द्वितीयं भवति चेत् छकारस्य छकारः भवति, द्वितीयवर्गस्य अत्र सूत्रत्र किं चोः कुः जलि पदस्य अन्ते च इति अस्ति, तदेव सूत्रार्थः। तस्य विवरणं कथं भवति इदानीं चोः, चोः इति कीदृशं पदं, चु इति चु इति चु इत्यस्य षष्टिविभक्तिरूपं चोः स्थाने षष्टि भवति। चु इत्युक्ते किं, चु इत्युक्ते, चु इत्युक्ते चवर्गः, सर्वेषां चवर्गाणां कु इत्युक्ते किं कवर्गः, कुः इत्युक्ते प्रथमविभक्ति, प्रथमविभक्ति आदेशः अस्ति, चोः इति षष्टि, तत्र स्थाने भवति चु चवर्गस्थाने कवर्ग आदेशः कदा भवति, यदा चवर्गः जलि परे अस्ति चेत्, जल्वर्णः कोऽपि जल्वर्णः परे अस्ति चेत् तदा भवति, अथवा पदस्य अन्ते चवर्गः अस्ति चेत् तत्र कवर्ग आदेशः भवति इति अर्थः। इदपि वक्तव्यं, कवर्ग आदेशः भवति इति वदति चेत् सर्वत्र तादृशं न भवति, यदा जल्वर्णः परे अस्ति चेत् अथवा चवर्गः पदान्ते अस्ति चेत् इति वक्तव्यम्। आम् महोदय, तत्र इदानीं तत्र प्रशान्ता भगिनी, धन्यवादः भगिनी। नमस्कारः महोदय। इदानीं प्रक्रियायां कथं उप क्षम्यताम् उपसृक् अपि च उपसृक् इति पदद्वयस्य निर्माणं भवति इति वदति वा? उप प्रथमवर्गः अस्ति, अहं न जानामि इदानीम्. इदानीं भगिनि उपसृच् इति अस्ति भगिनि, उपसृच् इति अस्ति. रूपं कथं भवति? तत्र समास कार्याणां प्रथमसोपानानां प्रथमद्वितीयतृतीयसोपानानन्तरं किं भवति? उपसृच् इति अस्ति, उपसृच् इति अस्ति. उपसृच् इति स्थिते किं भवति इति वदति वा? न महोदय, अहं न जानामि. अत्र लिखितमस्ति भगिनि, अत्र अत्रैव लिखितमस्ति उपसृच् योगसु अवयवादासुपः इति सूत्रेण इति लिखितमस्ति, तदेव. महोदय न जानामि. अस्तु भगिनि, अस्तु शृणोमि एव, चिन्ता नास्ति. क्षम्यतां महोदय, चिन्ता मास्तु, चिन्ता मास्तु. शृणोतु अरविन्द् महोदय. किं पृष्टवान् भवान्? उप तत्र उपसृच् इति अस्ति, तदा कथम् उपसृग् उपसृक् इति रूपद्वयं चिन्त्यति? उपसृक् इति पदम् अस्ति, तस्य अन्ते चकारान्तर्गत सृच् इति चकारम् अर्थीकृत्वा चोः कुः चकारस्थाने ककारस्य स्थाने अन्तरतम इति सूत्रेण चकारस्थाने ककार आयाति. तदेव तत्र स्थाने अन्तरतमः भवति वा? एकनिमिषं, स्थाने अन्तरतमः इति उक्तवान्, स्थाने अन्तरतमः अस्ति वा? कवर्गस्य अकुहविसर्जनीयां कण्ठः अस्ति, चकारस्य तु विचुवर्षाणां तालुः. यथासङ्ख्यमनुदेशसमानम् यथासङ्ख्यमनुशेषसमानम् इति कारणेन सृक् सृक् सुच् स्थाने सृक् आयाति. तदनन्तरं ककारस्य स्थाने गकार वावसाने इति सूत्रेण ककारस्य स्थाने गकार आयाति. वावसाने वा दृष्ट्वा तत्र प्रथमम् आयाति, प्रथममस्ति चकारस्थाने ककार, तदनन्तरं वावस्थाने इति सूत्रेण ककारस्थाने गकार आयाति. न न न, जलां जषवन्ति इति सूत्रेण ककारस्थाने गकारः. जलां जश् जश् वर्णः वावस्थाने अस्ति वा? न, जलां जश् अन्ते, जलां जशु अन्ते इति सूत्रेण जश् इति आदेशः अस्ति. आम् न, किञ्चित् भ्रमः अत्र पश्यतु. उपसृक् इति चोः कुः, चोः कुः इति सूत्रेण, चोः कुः इति सूत्रेण अस्ति. इदानीं प्रथमं किं जलाञ्जसु अन्ते एव कार्यं करोति, उप सृग् इति भवति, जलां जशोन्ते, जशोन्ते अन्ते इति सूत्रं कार्यं करोति. इदानीं वैकल्पिकेन उप सृक् इति वावसाने इति सूत्रेण भवति. एतद्वयं रूप प्रथमरूपमपि समानमस्ति, तृतीयरूपमपि समानमस्ति. सो तत्र सूत्रं वयं पश्यामश्चेत् तद् भिन्नमस्ति, भिन्नसूत्रेण उपसृक् इति भवति. अन्तिमरूपं यत् अस्ति भावसाने इति इदानीं पश्यतु, इदानीं उपसृक् उपसृक् आगच्छति इति पदमस्ति चेत्, उपसृक् आगच्छति इति पदमस्ति चेत्, उपसृक् इति पदस्य निर्माणम् अभवत्, इदानीम् अवधानं नास्ति, अवधानं नास्ति इति कृत्वा उपसृग् एव वक्तव्यम्. उपसृग् आगच्छति तदा किं भवति, उपसृग् आगच्छति इति भवति, उपसृग् आगच्छति इति भवति. अस्तु महोदय, धन्यवादः. एतावत् अस्माभिः पठितं, संशयः अस्ति वा यस्य कस्यापि? नाम अवगतं महोदय, स्वीकुर्वन्तु पुस्तकम् अस्ति चेत् तदपि वक्तुं. तत्र द्वात्रिंशदधिक एकशतमं पुटं स्वीकुर्वन्तु. अत्र पूर्वस्मिन् पुटे एव अष्टाध्याये द्वितीय अष्टमोऽध्याये द्वितीयः पादः इति अस्ति. अष्टमोऽध्याये द्वितीयपादः इति पूर्वोत्तरसिद्धस्य अधिकरणमस्ति, पूर्वोत्तरसिद्ध अधिकारः अस्ति. तत्र एव पूर्वोत्तरसिद्धम् अधिकारस्य किं भवति, अनेन किं भवति, सरला भगिनी? पूर्वोत्तरसिद्धम् इति पूर्वतासिद्धम् अनेन सूत्रे त्रिपाद्यां तस्य अधिकारः अष्टमध्यासे द्वितीय पाद द्वितीयपादस्य प्रथमसूत्रस्य आरम्भ अन्तिमपर्यन्तं भवति त्रिपाद्यां तस्य अधिकारः. अनेन त्रिपाद्यां परसूत्र अपेक्षा पूर्वसूत्रं बलवत्कार्यद्वयं शास्त्रसिद्धं कार्यसिद्धं, यदि शास्त्रसिद्धं इति कार्यद्वयमस्ति, शास्त्रसिद्धमस्ति सप्तसप्ताध्यायी यस्य सूत्र यदि एकसमान एकस्थले एकस्मिन् काले एकस्थले द्वे सूत्रे आगत्य तस्य सङ्घर्षं भवति, तत्र सप्ताध्यायसूत्रं बलवत् भवति परसूत्रत् अपेक्षा त्रिपाद्यसूत्रम् अपेक्षा. यदि त्रिपाद्यसूत्रं द्वे सूत्रे आगच्छति तत्र अपि परसूत्रस्य अपेक्षा पूर्वसूत्रं बलवत् भवति, यत्र यथा अत्र चोहोकुः इति पूर्वसूत्रमस्ति अष्टमध्यासे द्वितीयपादे त्रिशतं तस्य त्रिशतं. तदनन्तरं झलाञ्जशोन्ते अस्ति, तद् झलाञ्जशोन्ते तस्य सङ्ख्या अस्ति नवत्रिशत् सूत्रं. तदनन्तरं वावसाने अस्ति अष्टमध्यासे चतुर्थपादे इति चोहोकुः पूर्वसूत्रमस्ति झलाञ्जशते, तदनन्तरं तस्य परे आगच्छति वावसाने इति भवति शास्त्रसिद्धं प्रवर्ति. तत्र यदि कार्यसिद्धम् अस्ति शास्त्रसिद्धं भवति, समीचीनम्. अत्र तदेव वक्तुम् इच्छामि, तदेव तत् दर्शयितुमेव पुस्तकं स्वीकरोतु इति उक्तवान्. तत्र पुटे तत्र प्रथमस्तम्भे मध्ये चोहोकुः इति सूत्रं कुत्व आदेशः भवति, कुत्व आदेशसूत्रमस्ति चोहोकुः. तदनन्तरं द्वितीयस्तम्भे अस्ति जलाञ्जशान्ते इति अस्ति, उपरि एव अस्ति पदान्तजस्त्वम् इति अस्ति जलाञ्जशान्ते इति सूत्रमस्ति. तदनन्तरं अवसानसूत्रं तत्र वावसाने तत्र अन्तिम इदानीम् अष्टत्रिंशदधिक एकशतम पुटे अस्ति, समे पुटे अस्ति, तत्र द्वितीयस्तम्भे वावसाने इति अधोभागे पदान्तस्य चत्वम् इति अस्ति तत्र इति कृत्वा तत्र क्रमशः कार्यं भवति. चोः कुः प्रथमं कार्यं करोति, तदनन्तरं जलं दुष्यन्ति, तदनन्तरं वावसानम् इति सूत्रं. तत्र किं वक्तुम् इच्छामि इत्युक्ते पदान्तस्य इति कथं वयं जानीमः इत्युक्ते पदान् पदस्य इति अधिकारः अस्ति. अष्टमाध्याये प्रथमपादे एव पदस्य इति अधिकारः आरप्यते. तदनन्तरं संयोगान्त स्कोः संयोगात् द्योः अन्ते च, अन्ते इति संयोग अन्ते इति पदम् अस्ति, अन्ते इति पदं तत्र अनुवृत्तिरूपेण आगच्छति. तावदेव, तत्र उपरि एव अस्ति स्कोः सङ्गो संयोगाद्येव अन्ते च इति सूत्रम् अस्तु. अस्तु इदानीं अस्तु किञ्चिदिव इदानीं गिरेः समीपम् इति अस्ति. गिरेः समीपं तत्र किं कुर्मः, तत्र रूपद्वयं भवति, उपगिरम् इति भवति, उपगिरि इति भवति. इदानीं वयं सामान्यप्रक्रिया अनुसारं कार्यं कुर्मः. तत्र सोपानानि समासान्तकार्यपर्यन्तं सोपानानि समानानि सन्ति. इदानीं तु उपगिरि इति स्थिते, उपगिरि इति स्थिते सामान्यतया किं भवति, तत्र अजन्तः अस्ति, अजन्तः अस्ति इति कृत्वा किं भवति, तत्र नपुंसकसंज्ञा अस्ति अव्ययभावश्च इति सूत्रेण. तत्र द्वितीय अध्याये यत् सूत्रमस्ति तेन सूत्रेण, अव्ययभावश्च इति सूत्रेण तत्र नपुंसकसंज्ञा भवति. नपुंसकसंज्ञा अस्ति इति कृत्वा ह्रस्व नपुंसके प्रातिपदिकस्य इति सूत्रेण ह्रस्वत्वं विधीयते. अत्र उपगिरि इति एव अस्ति, तत्र पुनः ह्रस्वत्वं भूत्वा उपगिरि एव भवति. उपगिरि इति स्थिते इदानीं सुप् योजनं भवति, ज्ञाप्रातिपदिकात् इति सूत्रेण सुप् योजनं भवति चेत् तत्र अवयभावश्च अवयदाप्सुपः इति सूत्रेण किं भवति, सुप् लुक् भवति, सुप् लुक् भवति, तदा उपगिरि इत्येव भवति. एतत् सर्वं पूर्वम् अस्माभिः अधीतमेव, अत्र नूतनतया किमपि नास्ति. इदानीं तु नूतन रूपमस्ति उपगिरम् इति वैकल्पिक पक्षे भवति उपगिरम् इति. तत् कथं भवति इत्युक्ते तत्र गिरेश्च सेनकस्य इति सूत्रमस्ति. तत्र एकनिमिषं, गिरेश्च सेनकस्य इति सूत्रं विनय महोदय किञ्चित् पठति वा? यस्मिन् पक्षे गिरीश्च सेनकस्य पञ्चमध्याये चतुर्थपाद द्वादश अधिक एकशत सूत्रसङ्ख्या इति सूत्रेण विकल्पेन टच् इति प्रत्ययः न भवति, पक्षे प्रक्रियः अधा प्रदर्शिता. अतः टच् प्रत्ययः न भवति तस्मिन् पक्षे, प्रक्रिया अधा प्रदर्शिता. अतः उपगिरि इत्यत्र ह्रस्व नपुंसके प्रातिपदिकस्य ह्रस्वत्वम् इति कुतः पठति? गिरेश्च सेनकस्य इति सूत्रम् अधोभागे अस्ति, तत् पठतु इति उक्तवान्. ओ क्षम्यताम्, अध सूत्र गिरेश्च सेनकस्य सूत्र, अतः गिरेश्च सेनकस्य सूत्र पञ्चमध्याय चतुर्थपाद इत्यादि सेनकस्य मतेन गिरि इति शब्दान्तात् अवैभावसमासात् टच् इति समासान्तप्रत्ययः विकल्पेन भवति. गिरेः पञ्चम्यन्तं च अव्ययं फेनकस्य षष्ठ्यन्तम्. अवैभावे शरत् प्रभृतिभ्यः पञ्चमध्याय चत्वारि इत्यस्मात् सूत्रात् अवैभावेः अपि च राजाः सखिभ्यः टच् इत्यस्मात् सूत्रात् टच् इत्यस्य अनुवृत्तिः भवति. नपुंसकात् नपुंसकात् अन्यतरस्यां विकल्प नपुंसकात् अन्तरस्याम् इत्यस्मात् सूत्रात् अन्यतरस्याम् इत्यस्य अनुवृत्तिः भवति. प्रत्ययः इति सूत्रस्य अधिकारः, परश्चः इति सूत्रस्य अधिकारः, तद्धिता वयं जानीमः इति सूत्रस्य अधिकारः, समासान्तः इति सूत्रस्य अधिकारः, ज्ञां प्रातिपदिकात् इति सूत्रस्य अधिकारः, अनुवृत्तिसूत्र सहितसूत्रं तेन कस्य गिरेः अव्ययात् अव्ययीभावात् प्रातिपदिकात् सत्यः परश्चः तत् तद्धितः समासान्तः च अन्यतरस्याम्. अस्तु, तत्र संक्षिप्तरूपेण किञ्चित् महोदय संक्षिप्तरूपेण अर्थं वदतु. संक्षिप्तरूपेण यदि अहम् अवगच्छामि तर्हि टच् प्रत्ययः भवति, टच् प्रत्ययः भवति अव्ययीभावे शरत् प्रवृत्तिभ्यः अन्तर्गतः. शरत् अव्ययीभावे शरत् प्रवृत्तिभ्यः अन्तर्गतः समासान्तः तद्धिता समासान्तः तद्धिता अन्तर्गतः अव्ययीभावः समासान्तर अन्तर्गतः. परन्तु सेनकस्य गिरेः एकः आचार्य सूत्र निर्मितः, अत्र अवैभावात् प्रातिपदिकात् टच् भवति परन्तु अन्यतरस्याम्, अतः एक टच् विना अपि भवति. सम्यक् वदा भवान् महोदय. तत्र मुख्य आशा अस्ति, अत्र मुख्य आशा अस्ति गिरि इति पदस्य, तत् गिरि इति यत् पदम् अस्ति तस्य एव टच् योजनं विकल्पेन भवति, तदेव मुख्य आशा. इदानीं गिरि इति पदमेव भवान् उक्तं, गिरि इति पदस्य, गिरेः इत्युक्ते षष्टि षष्टिविभक्ति अथवा पञ्चमी विभक्ति अपि भवति. गिरेः तत्र टच् गिरेः अव्ययीभावात् गिरेः, गिरेः पञ्चमी विभक्ति अव्ययीभावात् गिरेः, तत्र टच् इति प्रत्ययः योजनं भवति, तावदेव अस्ति तत्र. एतत्तु वैकल्पिकम् अन्यतरस्याम् वैकल्पिकेन, एतत्तु क्रीडकः इति आसीत् तस्य मतानुसारम् एवम् अस्ति, तावदेव अस्ति. अवगतं वा? अवगच्छामि. मम भ्रम प्राय च गिरसम्बन्धे आसीत्, यदा वयं गिर गिर अव्ययीभाव शरद प्रतिभ अन्तर्गत इत्यादि तत्र अनुवर्ति अव्ययीभावप्रभृतिभ्य सूत्रमस्ति, तस्मात् अव्ययीभावात् इति अनुवर्तिरूपेण पदम् आगच्छति, अव्ययीभावात् इति पदम् तावदेव अस्ति. प्रातिपदिकात् परश्च एतत् सर्वम् अधिकारसूत्रं, परश्च प्रियः तद्धितः समासान्तः महोदय अत्र सने सेनकस्य इति पदं किमर्थं दत्तं गिरेः टच् सेनक इति कश्चन वैयाकरणः आसीत् पाणिनेः पूर्वं तस्य मतानुसारम् एवम् अस्ति इति किञ्चित् पाणिनि किं करोति आधाररू किं आधारं ददाति किं भगिनि सैनिकाय सैनिकाय व्याकरण पूर्वम् अस्ति तस्मै आदरं ददाति तस्य आदर प्रदर्शनार्थमेव आदरं प्रदर्शनार्थं धन्यवादः भगिनि तावदेव अस्तु अस्तु आधारप्रदर्शनार्थमेव तादृशं सेनकः इति पदं पाणिनेः उपयुक्तम् इदानीं सरला भगिनी अथवा जयक्षणं रामुडु का अस्ति या रामुडु अहं न दृष्टवान् भवती क्षम्यताम् इदानीं किञ्चित् प्रक्रिया कथं भवति गिरेश्च सेनकस्य इति सूत्रेण इति कृति वा प्रथमम् अलौकिक गिरेः समीपं अलौकिक उपगिरि इति अस्ति उपगिरि तच्च अभाव इति चेत् महोदय उपगिरि इति स्थिते कथं भवति कार्यमिति वदति वा उपगिरि गिरेश्च सेनकस्य इति सूत्रेण टच् प्रत्यय विधीयते उपगिरियोगः टच् टच् अत्र चकारः हलन्तम् इति इत्संज्ञा भवति टकार चुटु इति सूत्रेण टकार इत्संज्ञा भवति आ एव अवशिष्यति उपगिरियोगः आ तदनन्तरं यश्येति च इति सूत्रेण भासङ्गकसङ्गस्य आवर्णस्य ईवर्णस्य च ईकारे परे तजितप्रत्ययपरे च लोपः भवति तद् अत्र सूत्रं वदति टच् प्रत्यय विधीयते तत्सर्व भासङ्गना भवति यच्छिबम् इति सूत्रेण भासङ्गक अङ्गस्य आवर्णस्य ईवर्णस्य परे इकारपरे आतद्धितप्रत्ययपरे लोपः भवति ततः उपगिर् योगः केन सूत्रेण यस्येति च इति सूत्रेण यस्येति च समीचीनं यस्येति च इति सूत्रेण लोपः भवति समीचीनम् अग्रे उपगिर् योगः उपगिर इति रूपं भवति तदनन्तरम् अव्ययभावचितेन अव्ययभावसमासेन अव्ययसंज्ञा भवति उपगिर इति अकारान्त शब्दः अव्ययभावश्च इति सूत्रं प्रसक्ति आगच्छति परन्तु पञ्चम्याः इति सूत्रेण लसुलोपः प्रभाद्य प्रत्यये आगच्छति आमि पूर्वः इति सूत्रेण पूर्वपदयोः पूर्वरूपं सिद्धं भवति उपगिरम् इति रूपम् आगच्छति पञ्चमी विभक्त्या उपगिर आं न आगच्छति उपगिरात् इति रूपम् उपगिरात् उपगिराभ्याम् उपगिरेभ्यः तृतीया सप्तम्यो बहुलम् इति सूत्रेण अत्र विकल्पेन प्रति आगच्छति. ततः तृतीयविभक्तौ उपगिरम् उपगिरेण नत्वम् आगच्छति. उप सप्तम्यन्तम् उपगिरम् उपगिरे इति रूपं निष्पन्नं भवति. समीचीनं भगिनि, उत्तमम्. अस्तु, तर्हि अत्र स्थगयामः. अत्र प्रश्नः अस्ति वा महोदय? संशयः अस्ति वा? नास्ति चेत् वर्गस्य अनन्तरं महोदय, वर्गस्य अनन्तरं भवतः प्रश्नं प्रश्नस्य उत्तरं दास्यामि. एकनिमिषम् शान्तिमन्त्रम् उक्त्वा शान्तिमन्त्रं सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. धन्यवादः. धन्यवादः.